सुमंत सुख्वंतरा रामः तथांतर ज्योतिरेवयः सयोगी ब्रह्म निर्वाणम् ब्रह्मभूतोऽधिगच्छति प्लवन्ते ब्रह्म निर्वाणम् ऋषयः क्षीणकल्मषः छीनद्वेधाय तत्मानः सर्वभूताहिते रतः कामक्रोधविमुक्तानाम् यतीनाम् व्यचेतसाम् अभितो ब्रह्म निर्वाणम् वर्तते विदितात्मना स्पर्शम् कृत्वा बहिर्बाह्यम् चक्षुश्चैवान्तरे भ्रुवः प्राणपानो समो कृत्वा नासाभ्यन्तरचारिणो यतेन्द्रिया मनो बुद्धि मुनि मोक्षपरायणः विगतेच्छा भय क्रोधो यः सदा मुक्त एव सः भोक्तारम् यज्ञ तपसाम् सर्वलोको महेश्वरम् शुहृदम् सर्वभूतानाम् ज्ञात्वा माम् शान्तिम् पृच्छति इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे संन्यासयोगो नाम पञ्चमोऽध्यायः।